नमस्कारः. अद्यतनकरपत्रम् अस्ति शत्रन्तानां सुबन्तनिर्माणम् इति. भगिनी, सरला भगिनी किमपि वदन्ती अस्ति? इदानीं न वदामि भगिनि. रेकार्डिङ्ग् समाप्य अनन्तरं वदति किम्. तर्हि शत्रन्ताणां सुबन्तनिर्माणम् इति आरम्भतः पश्यामः. तर्हि अत्र तर्हि एकैकं सूत्रं स्वीकृत्य एकवारं दृष्ट्वा सारांशः कः इति दृष्ट्वा अनन्तरं वयम् अग्रे सरेम. आम्, प्रथमं अरुणा भगिनी वक्तुमिच्छति किं भगिनि? उगितानां सर्वनामस्थाने धातोः इति सूत्रं षडेव अस्माकं सूत्राणि सन्ति. उगदितां सर्वनामस्थाने अधातोः इति सूत्रे अनुवृत्तिसहितसूत्रं सर्वनामस्थाने अधातोः उगदि च अङ्गानां सूत्रं वदति. सर्वनामस्थान प्रत्ययः परे धातूनां धातु उगित् अस्ति चेत् नुम् आगम भवति. सर्वनामस्थाने इदं सूत्रं पुंलिङ्गशत्रन्तपदानां परिवर्तति. अत्र प्रसक्तिः कस्मिन् लिङ्ग् कस्य कस्य लिङ्गस्य प्रसक्तिः भवति? पुल्लिङ्गे कुत्र कुत्र भवति इति वदति किम्? पुंलिङ्गे नवगणेषु भवति, न ज्योत्यादिगणे न भवति. कुत्र भवति नपुंसकलिङ्गे अस्य सूत्रस्य अस्य सूत्रं प्रभाद्य अन्यत् सूत्रम् आयाति वा नपुंसकस्य इति. अस्य सूत्रस्य स्त्रीलिङ्गे तु न भवति इत्यपि अस्ति. नपुंसकस्य जलचः इति सूत्रं नपुंसकलिङ्गे सर्वनामस्थाने परे जलान्तङ्गस्य अजन्तङ्गस्य चिह्नम् आगमः भवति. अनुवृत्तिसहितसूत्रं नपुंसकस्य जलचः अङ्गस्य नुं सर्वनामस्थाने. नपुंसकलिङ्गे सर्वनामस्थानप्रत्यय जषचषौ जलचष जष द्वे प्रत्ययाः प्रत्यये सर्वनामस्थानसंज्ञा भवति. ततः नपुंसकलिङ्गे सर्वनामस्थानप्रत्यय परे अनुमागमा भवति. कुत्र इत्युक्ते बहुवचने बहुवचने बहुवचने भवति. धन्यवादः भगिनि. अग्रे अग्रे मणिमहोदय वदति किं महोदय? नाभ्यशतकु इति सूत्रस्य सारांशः. म्यूटेड् अस्ति महोदय. सरला भगिनी वदति किं भगिनि? आं भगिनि, नाभ्यस्तच्छतु इति सूत्रेण अभ्यस्तसंज्ञा का षट् प्रत्ययस्य नुमागमो न भवति. कुत्र भवति? यत् तस्य प्रसक्तिः भवति यथा अभ्यस्त अङ्गः अस्ति, यथा जुहोत्यादिगणे अपि अदादिगणे सप्तधातवः अस्ति, यथा दरिद्रा जाग्र इति तस्य अभ्यस्त अङ्गः अस्ति तत्र न भवति. उगितचां सर्वनामस्थाने धातोः तस्य नुमागमः भवति. एतत् अभ्यस्तज्ञा तस्य निषेधसूत्रकं भवति तत्र. सो नाभ्यस्तच्छतुर्नं केवलं नाभ्यस्तात् इति एव वदति खलु. पुल्लिङ्गे सर्वनामस्थाने इति सर्वं तु नास्ति खलु. अत्र अनुवृत्तिः अस्ति किं? प्रायः स्यात्. कस्य निषेधः भवति इति आगच्छति. उगितचां सर्वनामस्थाने धातु तस्य भवति. अपि नपुंसकलिङ्गे यथा बहुवचने सर्वनामस्थाने इति तु न भवति एव इति एव अस्ति इति न भवति किन्तु नुमागमो इति परसूत्रमस्ति साधु नाभ्यस्तच्छासु सप्त अष्टसप्ततिसूत्रम् उद्गीतचां सर्वनामस्थानौ सप्ततिसूत्रम् अस्ति आम् सत्यमस्ति तर्हि किन्तु किन्तु यत्र यत्र नुमागमः प्रसक्तिः अस्ति चेत् तत्र प्राप्तिः न भवति अनेन सूत्रेण किन्तु पुल्लिङ्गे नपुंसकलिङ्गे इति न उक्तमस्ति यत्र यत्र प्रसक्तिः भवति नुमागमः विधि प्रसक्तिः भवति तत्र न भवति इति निषेधः भवति कार्यस्य निषेधः अपि दरिद्रा जाग्र इति अभ्यससंज्ञति आकारान्त दातवती साधु अहं अशुद्धं दोषाय उक्तवती न न सत्यमेव भगिनी नाभ्यस्त तत्तु तेषामपि अभ्यस्तसंज्ञा अस्ति किन्तु तत्र प्रसक्तिः नास्ति इति खलु न अहम् उदाहरणस्य अत्र तु दरिद्रधातोः विषये तु उदाहरणार्थं पुल्लिङ्गे पश्यामः चेत् उहितछां सर्वनामस्थाने धातोः इत्यनेन प्राप्तिः भवति प्रसक्तिः भवति किन्तु अनेन सूत्रेण प्राप्तिः न भवति किन्तु नपुंसकलिङ्गे अपि अजन्तङ्गमेव अस्ति खलु तर्हि प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति किम् अनेन सूत्रेण सत्यं भगिनि भगिनि अस्तु भगिनि अग्रिमसूत्रमपि वदति किं भगिनि वा नपुंसकस्य इति नपुंसकलिङ्गे लिङ्गे सर्वनामस्थानसंज्ञा आगच्छति शी शी सर्वनामस्थानं यत्र जश् शस् अस्ति तत्र शी भवति जशसोषी इति सूत्रेण तत्र तस्य प्रसक्तिः भवति यत्र सर्वना तत्र सर्वनामस्थानसंज्ञकप्रत्यय प्रत्ययः भवति नपुंसकलिङ्गे शी सर्वनामस्थाने इति सूत्रेण तत्र अच् वा झल् यदि सूत्र झल् अङ्गमस्ति शत्रुः तस्य तत्र नुमागमः भवति अभ्यसता शत्रुः नपुंसकस्य अङ्गस्य वाहनं सर्वनामस्थाने सा भगिनी दोषाय उक्तवती यत्र शत्रु अभ्यस्त अङ्गः अस्ति तत्र नपुंसक लिङ्गे यथा जिहोत्यादिगणे वादादिगणे गणित परिगणित अभ्यस्त धातव तेषां विकल्पने नुमागमः आगच्छति तत्र आं भगिनि नाभ्यस्त शतुः इत्यस्य अपवादसूत्रमस्ति नपुंसकस्य इति खलु अपि नपुंसकझल च तस्य अपवादमपि भवति नपुंसकझल च तत् भवति नपुंसकझल च अङ्गस्य नाम सर्वनामस्थाने तस्य निषेधसूत्रं भवति वा नपुंसकस्य नपुंसकलिङ्गे साधु आं भगिनि नपुंसकस्य जलजः तस्यापि अपवादत्वम् अस्ति खलु वा नपुंसकस्य इत्यस्य अहं क्षम्यतां भगिनि अत्र तु अभ्यर्थशतुः इति उक्तमस्ति तर्हि नाभ्यर्थशतुः इत्यस्य अपवादसूत्रमस्ति किन्तु नपुंसकस्य जलजः इत्यस्य तु अपवादसूत्रं नास्ति खलु तत्तु नपुंसकस्य जलजः नवसु गणेषु वर्तते तस्य किन्तु भगिनी नपुंसकलिङ्गे वदति नपुंसकलिङ्गे सर्वनामस्थाने झल् अजन्तनुमागमो भवति अत्रापि नपुंसकलिङ्गे अभ्यस्त अङ्गमपि झल् अस्ति शत्रुन्त अस्ति तत्र नुमागमः तस्य प्रसक्तिः भवति किन्तु वा नपुंसकस्य इति सूत्रेण अभ्यस्ताङ्ग भूत्वा तस्य निषेधः आगच्छति किन्तु अस्माकं चिन्तने तु सोपानं द्रष्टव्यं खलु प्रथमं तु नपुंसकस्य जलजः इत्यनेन सामान्यकार्यमस्ति नपुंसकलिङ्गे सर्वनामस्थाने जलन्तङ्गस्य अजन्तङ्गस्य च नुमागमो भवति इति सामान्यसूत्रम् औत्सर्गिकसूत्रमस्ति तस्य अपवादत्वेन नाभ्यर्थशतुः इति आगच्छति पुनः तस्य अपवादत्वेन वा नपुंसकस्य इति आगच्छति खलु तर्हि तादृशदृष्ट्या द्रष्टव्यं खलु अस्तु अस्तु आमां नाभ्यस्य तस्य परे अस्ति नपुसिङ्ग तस्य परे आगच्छति तदा 78-79 अस्तु भगिनि नपुंसकस्य जलचः अभ्यस्ता चतुः अपवाद अपवाद बाधकसूत्रमस्ति किमर्थम् इत्युक्ते यदि अपवादमपि यदि नाभ्यस्तशतुः अभ्यस्तसंज्ञक प्रत्यपरे कार्यं न करोति चेत् निरवकाशं भवति खलु तर्हि नपुंसकस्य जलचः इति औत्सर्गिकसूत्रमस्ति दशसु गणेषु अपि प्रसक्तिः अस्ति किन्तु प्राप्तिः तु नवसु गणेषु एव आयाति यत्र अभ्यस्तसंज्ञा विधीयते तेषां तु नपुंसकस्य जलचः इत्यस्य कार्यं न भवति किमर्थं प्राप्तिः न भवति किमर्थम् इत्युक्ते नाभ्यस्तशतुः इति सूत्रम् आगत्य तत्र कार्यं करोति परन्तु न्यूनक्षेत्रमस्ति खलु किं करोति वानपुंसकस्य वदति शत्रन्तस्य किम् अस्ति अभ्यस्तात् ज्योत्यादिगणेशत्रन्ताङ्गमस्ति अदादिगणेशत्रताङ्गमस्ति तस्य शतुः इति पुल्लिङ्गे वा नपुंसकलिङ्गे वा नाभ्यसशतुः इति कार्यं करोति उहितशां सर्वस्थानस्थाने नपुंसकस्य जलचः इति उभौ अपि औत्सर्गिकसूत्रे स्तः उभयोः अपि अपवादत्वेन नाभ्यसशतुः वदति यत्र अभ्यस्तसंज्ञा वर्तते पुल्लिङ्गे वा नपुंसकलिङ्गे वा नुमागमः न विधीयते इति अनन्तरं तस्यापि अपवादत्वेन नपुंसकलिङ्गे यत्र नपुंसकलिङ्गम् अस्ति तत्र तु अभ्यस्तातङ्गात् विकल्पेन नुमागमः भवतु इति वा नपुंसकस्य वदति ततः अपवाद तस्यापि अपवादः धन्यवादः तर्हि सूत्रद्वयं वर्तते ये औत्सर्गे किमस्ति सर्वत्र तेषां प्रसक्तिः भवति उहितशां सर्वनामस्थाने धातुः अनन्तरं तस्यापि किञ्चित् न्यूनक्षेत्रं वर्तते वर्तते नपुंसकस्य जलचः इति सूत्रम् तर्हि अग्रे मणिमहोदय किमपि अन्यत् आसीत् आसीत् किं महोदय किमपि वक्तुम् इष्टवान् खलु कः महोदय अहम् आचीनद्योर्णं शप्शनो नित्यम् इति वदति पठामि महोदय आचीनद्योर्णं शीप्रत्ययः वा नदीप्रत्ययः वा परे नदीप्रत्ययः परे अस्ति चेत् आवर्णात् अङ्गात् शतान्तङ्गस्य विकल्पेन निर्माकमः भवति अनुवृत्तिसहसूत्रम् आतङ्गस्य शतुः वानुं श्रीनद्योर्णं श्रीप्रत्यये वा नदीप्रत्यये वा परे अस्ति चेत् अकारान्तवर्णात् परे दातुः अस्ति चेत् अत्र निर्माकमः विकल्पेन भवति इति दत्तम् अत्र महोदय स्त्रीलिङ्गे एव भवति अहं चिन्तयामि स्त्रीलिङ्गे अस्ति अनन्तरं क्षीप्रत्ययः अपि अस्ति खलु क्षीप्रत्ययः तु नपुंसकलिङ्गे मध्यमपुरुषद्विवचने भवति आम् प्रथमविभक्तिद्विवचने अनन्तरं मध्यमपुरुषम् द्वितीयविभक्तिद्विवचने अपि भवति क्षीप्रत्यये आच्छिनद्योर्णम् इति क्षीप्रत्ययः महोदय जससोऽसि इति सूत्रेण बहुवचने प्रथमविभक्ति बहुवचने द्वितीयविभक्ति बहुवचने सि आदेशः द्विवचने अपि आदेशः द्विवचने द्विवचने अन्यत् सूत्रमस्ति महोदयेन अधः दत्तमस्ति नपुंसकाच्च इति सूत्रेण नपुंसकात् अङ्गात् औ प्रत्ययस्य तु औजस् इति अस्ति खलु अम् औषधि तर्हि औ इति द्विवचने यत् अस्ति औ प्रत्ययस्य स्थाने षि आदेशः भवति नपुंसकाच्च इति सूत्रेण धन्यवादः महोदय अधः तत् आचीनतुर्णम् इति सूत्रेण तुदादिगणे द्विवचने अपि विकल्पेन भवति इति परन्तु सर्वेषु गणेषु भवति वा द्विवचने द्विवचने आम् आं महोदय गणभेदः अत्र दत्तं नपुंसकलिङ्गे नपुंसक अत्र किम् इत्युक्ते श्री नपुंसकलिङ्गस्य विषये अस्ति शी इति किन्तु अस्माकम् अन्यत् सूत्रमपि अस्ति अत्र वा नपुंसकस्य तर्हि आचिनद्यो यदि अभ्यस्तसंज्ञक वानपुंसकस्य इति सर्वनामस्थाने एव वदति. आचिनद्योर्णुम् इति सूत्रं तु घणम् अनुसृत्य नास्ति. तर्हि अभ्यस्तसंज्ञक वा न अनभ्यस्तसंज्ञक वा भवतु, शिप्रत्ययस्य तु आचिनद्योर्णुम् इत्यनेन नुमागमः विकल्पेन भवति. तत्र दशसु गणेषु प्रसक्तिः अस्ति, किन्तु प्राप्तिः तु यत्र शप् शन् नास्ति तत्र एव प्राप्तिः भवति. अपि अवर्णात् आगच्छति तत्र आचिनद्योर्णुम् अवर्णात् अवर्णात्. तर्हि तुदादिगणे तुदादिगणे अनन्तरम् अदादिगणस्य यत् अदन्तम् अङ्गम् अवर्णान्तम् अङ्गमस्ति तत्र एव कार्यं करोति. सत्यमस्ति. किमर्थम् इत्युक्ते यत्र क्रयादिगणे वा अन्येषु तनादिगणः वा भवतु तत्र तु अचिनद्योर्णुम् इति प्रसक्तिः एव न भवति, प्रसक्तिः नास्ति. अनन्तरं शप्शनोर्नित्यं शप्शनोर्नित्यं शिप्रत्ययो वा नदी प्रत्ययो वा परे अस्ति चेत् सप्शनोर् सप्शन् प्रत्ययोः आवर्णात् अङ्गात् सत्रणङ्गस्य नित्यं नुमागमः भवति. अनुवृत्तिसहितसूत्रं सप्शनोः आत् सदुः अङ्गस्य नित्यं श्रीनद्योः प्रत्ययः नेमेदि अस्ति. किं भवति अत्र आचिनद्योर्णुं तदेव अत्रापि सप्शनोर्नित्यमपि, परन्तु अत्र नित्यं भवति वाचिनतीर्णम् इत्यनेन विकल्पेन भवति. वदतु महोदय. क्षम्यता महोदय. शप्शन् विकरणप्रत्ययः अत्र आयातः तत्र तु नित्यं भवति इति. मध्ये उक्तवती तर्हि भवानेव वदतुं अस्तु. अनन्तरमस्ति अत्र अन्यत् सूत्रं महोदयेन एव उक्तम् आसीत्, सर्वनामसंज्ञक संज्ञासूत्राणि सन्ति खलु. तर्हि सर्वनामसंज्ञा संज्ञार्थं के के सूत्राणि सन्ति इति एकवारं पश्यामः. किम् अरुणा भगिनी वदति किं भगिनि? षड् नपुंसकस्य षुडनपुंसकस्य षुट् प्रत्ययः प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति, परन्तु न नपुंसकलिङ्गे न तु नपुंसकलिङ्गे न सुट् प्रत्याहार सु औजस् अम् औट् पञ्च प्रत्ययाः अस्तु. अग्रे भगिनी वदति किं, सरला भगिनी वदति किम् अग्रिमं संज्ञासूत्रं सर्वनामस्थानस्य कृते अन्यत् अपि अस्ति खलु, किम् इति? सर्वनामस्थाने संज्ञासूत्रम् अस्ति षड् षुड् नपुंसकस्य इति सूत्रकारणेन उद्गतां सर्वनामस्थाने धातु इति सूत्रम् संज्ञाविधायकसूत्रं स्वादिष्ट इति तत् मम आशयः आसीत् श्री सर्वनामस्थानम् इति नपुंसकलिङ्गे पूर्वम् अस्ति तत्र नपुंसकलिङ्गे श्री सर्वनामस्थानं श्री इति आदेशस्य सर्वनामस्थानसंज्ञा भवति तस्य पूर्वमस्ति जशसो शिः नपुंसकात् अङ्गात् जस शस् इत्यनयोः स्थाने शि आदेशो भवति. नपुंसकलिङ्गे प्रथम विभक्त्यां बहुवचने जस् अस्ति, द्वितीयविभक्त्यां बहुवचने शस् अस्ति, जस् शस् तस्य स्थाने शि आदेशः भवति. तदनन्तरं शि सर्वनामस्थानसंज्ञकसूत्रम् आगच्छति, शि इति आद्यस्य सर्वनामस्थानसंज्ञा भवति अत्र. सो नपुंसकलिङ्गे केवलं प्रथमाविभक्त्यां बहुवचने द्वितीयविभक्त्यां बहुवचने सर्वनामस्थानसंज्ञा भवति, न तु तस्य प्रथमाविभक्त्यां एकवचने बहुवच द्विवचने वा द्वितीयाविभक्त्याम् एकवचने द्विवचने न भवति सर्वनामस्थानसंज्ञा तत्र अनन्तरम् अन्यदपि सूत्रम् अस्माभिः दृष्टं नपुंसकाश्च इत्यनेन औ प्रत्ययस्य स्थाने षि आदेशः भवति, अनेन तस्य प्रथमाविभक्त्याम् अपि द्वितीयाविभक्त्यां नपुंसकलिङ्गे आचीनदो तस्य प्रसक्तिः प्राप्तिः अपि भवति, सुतुदादिगणे अपि अदादिगणे परिगणिता आकारान्त ये धातवः सन्ति तेषां नुमागमो भवति विकल्पनेन तत्र आचीनद्योनम् गते सप्ताहे अस्माभिः गच्छत् इत्यस्य रूपाणि दृष्टानि खलु. वयं अभ्यस्तं समापितवन्तः खलु भगिनि, तत्तु अभ्यस्तं न कृतवन्तः भगिनि. अस्तु अस्तु आम् आम् अत्र असर्वनामस्थाने इति तदपि कर्तव्यम्. आम् पदसंज्ञा यत्र भवति इति तस्य कृते सूत्रत्रयं वर्तते. मणिमहोदय वदति किं महोदय, पदसंज्ञा कुत्र भवति इति अत्र प्रक्रियायां सुबन्तप्रक्रियायां पदसंज्ञा अपि भवति कुत्र कुत्र इति वदति किं महोदय, सूत्रं किं महोदय? स्वादिषु असरुणस्थाने इति सूत्रेण पदसंज्ञा प्रत्यये पूर्वं सिद्धः शब्द पदसंज्ञा भवति. सूत्रं पठामि महोदय. सर्वनामस्थानसमीकप्रत्ययात् अतिरिच्य षु प्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दरूपस्य पदसंज्ञा भवति. अनुवृत्तिसहितौ सूत्रं स्वादिषु असरुणस्थाने पदं तदेव महोदय. यचीबम् इत्यनेन अजादिप्रत्यय यकारादिप्रत्ययः वा भासमिकः, अतः फलितार्थे यदि भिन्न हलादिप्रत्ययः पदः सम्यक् भवति समीकाः. इयं पदसमीका केवलं व्याकरणे क्षेत्रेण तु लोके तर्हि लौकिकावस्थायां तु तिंशित् सर्वदा किमस्ति किमस्ति सुप्तिङन्तं पदम् इत्यनेन लौकिकभाषायां भवति, तत्र सुबन्तः भवन्ति तिङन्तः भवन्ति लौकिकभाषायां पदम् इति तत्रैव तेन सूत्रेण. किन्तु अत्र तु व्याकरणक्षेत्रे एव पदसंज्ञां प्राप्नोति स्वादिश असर्वनामस्थाने इति. साक्षात् किं वचन सर्वनामसंज्ञकः नास्ति चेत् अन्ये प्रत्ययः तु सर्व पदं प्राप्नोति, किन्तु अत्र यचिभमिति भिन्नसूत्रमस्ति येन भसंज्ञक यकारादि वा अजादि वा अस्ति चेत् भसंज्ञकः भवन्ति इति कृत्वा ये प्रत्याः हलादि सन्ति तेषामेव पदसंज्ञां विधीयते स्वादिशु सर्वनामस्थाने इत्यनेन. आं महोदय, सर्वनामस्थाने मिन्ति पञ्च प्रथम सुट् प्रत्याविहाय सर्वनामस्थानं भवति साधु. नपुंसकलिङ्गे अपि सर्वनामं यत्तस्य तत् विहाय. अस्तु, अत्र तु नपुंसकलिङ्गे पुल्लिङ्गे इति न उक्तमस्ति खलु. तर्हि पुल्लिङ्गस्य विषये पश्यामः चेत् ये प्रथमपञ्चप्रत्ययान् विहाय, नपुंसकलिङ्गे पश्यामः चेत् बहुवचनं विहाय प्रथमद्वितीय बहुवचनं विहाय. हलादि अस्ति चेत् स्वादिश सर्वनामस्थाने इत्यनेन भवति अङ्गस्य न भगिनि. आम् सत्यं भगिनि, न तु प्रत्ययस्य, यथा सर्वनामस्थान इति प्रत्ययसंज्ञा अस्ति अत्र अङ्गस्य प्रातिपदकं यस्य पूर्व अस्ति तस्य संज्ञा भवति सत्यं भगिनि. तर्हि महोदय अत्र वदति किम् अस्माकं सुऔजस् अमौक्षस् इति अस्ति खलु, तर्हि पुल्लिङ्गे पदसंज्ञा केषां भवति इति वदति किं तद् दृष्ट्वा? अत्र सु औजस् अमौक्षस् ताभ्यां दिस् येभ्यां दिस् सीभ्यां औत्सुप् सुप् इति अस्ति खलु, तत्र पदसंज्ञा केषां भवति इति. पञ्चप्रत्ययान् तु वयं त्यजामः, पञ्चप्रत्ययं पञ्चप्रत्ययं त्यजामः. वदतु महोदय. द्वितीयाविभक्त्यां बहुवचने शस् इति अस्ति खलु, तस्य किं अत्र लोपानन्तरं किं भवति, अनुबन्धलोपानन्तरं रूपम् अस् भवति. अतः अत्र अस् अकारः यकारः अकारः अस्ति चेत् बहुसमीचा भवति तस्य पूर्वं शब्दः. अत्र स्वादिस्वरासनम् इति सूत्रं कार्यं न करोति. तावदेव. तर्हि बसंज्ञा, बसंज्ञा वा पदसंज्ञा वा इति वदति चेत् पर्याप्तं. तर्हि बसंज्ञा अपि षस् इत्यस्य, अनन्तरं टा इत्यस्य अत्रापि बसंज्ञा टकारः लोपः भवति चुट्टु इति सूत्रेण. अनन्तरं बहु आकारः एव तिष्ठति महोदय. अकारः ह्रस्व अकारः एव वा अजन्त अजन् अजादि उक्तमस्ति खलु, बसंज्ञक तु अजादि अस्ति चेदेव बसंज्ञा अस्ति. अतः अत्रापि बसंज्ञा भवति तस्य पूर्वं सिद्धे ब्यां हल् प्रत्ययः. अतः पदसंज्ञा भवति स्वादिषु असवर्णस्थानम् इति सूत्रेण. धन्यवादः. बिस् बिस् बिभिः अत्रापि महोदय पदसंज्ञा भवति हलादि चेत् अत्र एकारः एव तिष्ठति लसक्वदिति इति सूत्रेण लोपस्य अनन्तरम्. अतः बहुसमीचः भवति इति चिन्तयामि महोदय. धन्यवादः महोदय. अग्रे सरला भगिनी वदति किं भगिनि, भ्यां व्यस् निसि भ्यां व्यस् पञ्च पञ्चम किमस्ति पञ्चविभक्ति पञ्चमी विभक्ति द्विवचनभ्यां बहुवचनेभ्यः सन्ति. चतुर्थी विभक्ति, चतुर्थी विभक्ति पञ्चमी विभक्ति, चतुर्थी विभक्ति भ्यां भ्यस् अस्ति. तत्र अपि भकार प्रथमम् अस्ति, तत्र भसंज्ञा भवत् स्वादिष्ट सर्वनामस्थाने इति भवति, किमपि हल्वर्ण आगच्छति, तद् पदसंज्ञा भवति पूर्वपदस्य, यथा अस्माकं शत्रुन्तप्रातिपदिकं तस्य पदसंज्ञा भवति. तत्र सकार इति न वक्तुं वा, सकार तस्य लोपनं भवति न विभक्तो तस्मा इति अनेन सूत्रेण हल्यन्तस्य प्रबाद्य सकारस्य. तदनन्तरं ससचिशोरु इति सूत्रेण ऋत्वं भवति, तद् उपदेश अजुनासिक इति सूत्रेण उकारस्य तस्य लोपः भवति. रेफस्य खरवसानयो विसर्जनीय अनेन विसर्गः आगच्छति. सो सकारस्य स्थाने विसर्गः भवति. सो गच्छत् यदि गच्छत् योगाभ्यास केवलं पदसंज्ञा वा पदसंज्ञा. सो भ्यां भवति पदसंज्ञा. नसि तत्र नकारस्य लोपः भवति लशकु तद्धते असि इति भवति. सो अकार अजादि अस्ति तस्य भसंज्ञा भवति. पुनः भ्यां भ्यस् तेषां स्वादिष्ट सर्वनामस्थाने सूत्रेण पदसंज्ञा भवति. धन्यवादः भगिनि. अरुणा भगिनी वदति किं षष्ठी सप्तमी विभक्ति षष्ठी नस् क्षम्यता नस् लसक् पठति सूत्रेण इत्थं तस्य लोप अस्येव अवशिष्यते अस् अजादिप्रत्ययः ततः भासज्ञा आगच्छति ओस् ओस् ओस् अजादिप्रत्ययः ततः भासज्ञा भवति आम् अजादिप्रत्ययः ततः भासज्ञा भवति नि हलन्त्यं तस्य लोपसूत्रेण इ एव खलु अत्र तु आदौ ञकारः अस्ति हल् वर्णः एव नास्ति तर्हि लशक्व तद्दिदे इत्यनेन कवर्गस्य वर्णः अस्ति कृतवान् लशक्व लशक्वचते सूत्रेण इत्थं तस्य लोपः ततः इ एव अवशिष्यते इ अजन्तदातवः प्रत्ययः अजादिप्रत्ययः ततः भासज्ञा भवति सुप् ओस् पुनः अजादि ततः ओस् सुप् सुप् पकार हलन्त्यम् इति सूत्रेण लोप् इत्सङ्ग् तस्य लोपः सु एव सु जलादिप्रत्ययः न जलादिप्रत्ययः ततः पदसंज्ञा प्राप्नोति शुड् स्वादिश् सर्वनाम सर्वनामस्थाने अस्तु भगिनि अनन्तरम् आसीत् अत्र तु अत्र आकडरात् एका संज्ञा इति सूत्रमस्ति अधिकारसूत्रमस्ति अनेनैव एकमेव संज्ञा प्राप्तुं शक्नोति इति कृत्वा एकमेव संज्ञा भवति नो चेत् अत्र तु ह्यः महोदयस्य प्रश्नः आसीत् खलु किमासीत् महोदयस्य तत्र महोदय पृष्टवान् विप्रतिषेधे परं कार्यम् इत्यनेन भसंज्ञा विप्रपाद्य क्षम्यतां पदसंज्ञा प्रबाद्य भसंज्ञा भवितुम् अर्हति खलु इति महोदयस्य प्रश्नमासीत् मम आशयः अस्ति न भवति किमर्थम् इत्युक्ते प्रतिषेधे परं कार्यं तु यत्र कार्यमस्ति विधिकार्यमस्ति तत्रैव भवति विधिकार्यम् इत्युक्ते आगमः वा आदेशः लोपः तस्यैव विधिकार्यम् इति वदामः अत्र तु संज्ञा तु विधिकार्यं नास्ति केवलं नामकरणमस्ति तस्य तु प्रतिषेधे परं कार्यम् इत्यनेन न भवितुम् अर्हति तर्हि आकडारात् तर्हि एकस्य अधिकं संज्ञाः भवितुम् अर्हन्ति तत्र प्रतिषेधे परं कार्यम् इति न वक्तुं शक्यते बलाबलचिन्तनं तादृशं न भवति एव यत्र संज्ञाः वर्तन्ते किन्तु आकडारात् एका संज्ञा इति यत् अधिकारसूत्रम् अस्ति अधिकारः अस्ति येषां सूत्राणां तत्र एव अग्रिम संज्ञा यत्र एकमेव संज्ञा भवितुम् अर्हति यदि यचिभं न कार्यं करोति चेत् निरवकाशं भवति इति कृत्वा यचिभम् इति भसंज्ञा प्राप्नोति एकमेव संज्ञा भवितुम् अर्हति इति कृत्वा भगिनि पुनः वदतु अहं नावगच्छामि मम आशयः किं मम मनसि किं चिन्तनम् इत्युक्ते महोदयस्य प्रश्नः आसीत् अहं तु ध्वनिमुद्रणं श्रुतवती गतसप्ताहे मम सम्यक्तेन वर्गं चालितवती इति कृत्वा किम् अभवत् इति श्रुतवती भगिन्याः मुद्रणं तर्हि तत्र महोदयस्य प्रश्नः आसीत् अत्र आकडरात् एका संज्ञा इत्यस्य आवश्यकता कुतः अत्र महोदयस्य वादः आसीत् स्वादिशसर्वनामस्थाने इति प्रथमसूत्रमस्ति अनन्तरं यचिबम् इति तस्य अनन्तरं अग्रिमसूत्रमस्ति तर्हि अत्र विप्रतिषेधः भवति पदसंज्ञा वा भसंज्ञा वा तत्र तु परं कार्यम् अस्ति इति कृत्वा यचिबं परकार्यम् इत्यनेन भसंज्ञा भवितुम् अर्हति खलु किमर्थम् आकडारात् एका संज्ञा इति अधिकारसूत्रस्य एव आवश्यकता नास्ति खलु इति महोदयस्य वादः आसीत् किम् इत्युक्ते मम उत्तरम् एवम् अस्ति मम मनसि मम अवगमनम् एवम् अस्ति यत्र विप्रतिषेधे परं कार्यम् इति यत्र वदामः कार्यम् इत्युक्ते विधिकार्यं भवति कार्यम् इत्युक्ते विधिकार्यम् इत्युक्ते किम् आगमः वा आदेशः वा लोपः वा एव विधिकार्यं भवितुम् अर्हति संज्ञा तु विधिकार्यम् इति नास्ति संज्ञाः तत्र न वर्तन्ते तत्र संज्ञाः यत्र वर्तन्ते तत्र तु बलाबलचिन्तनमेव न प्रवर्तनीयम् संज्ञाः तु एकस्यापि अधिकाः संज्ञाः भवितुम् अर्हति इति कृत्वा बलाबलचिन्तनमेव न प्रवर्तनीयं. तत्र तु अप्लैड् एव नास्ति बलाबलचिन्तनं. संज्ञा यत्र अस्यूम् लैक् नो सप्तमाद्य अष्टमाद्यस्य त्रिपादिसूत्रम् अस्ति, तत्रापि संज्ञासूत्रम् आगतदनन्तरमपि संज्ञासूत्रम् आगत्य कार्यं कर्तुं शक्नोति. संज्ञासूत्राणां कृते बलाबलचिन्तनं मास्तु इति कृत्वा विप्रतिप्रषेदे परं कार्यं संज्ञासूत्राणां कृते नास्ति. तर्हि इति कृत्वा एव आकडारात् एका संज्ञा इत्यस्य आवश्यकता वर्तते. येन पाणिनिना उक्तम् अस्ति एकमेव संज्ञा भवितुम् अत्र इतः पर्यन्तं यत् संज्ञाः उक्ताः तेषु एक एव संज्ञा प्राप्तुं शक्नोति इति कृत्वा एव स्वादिश यदि पदसंज्ञा प्राप्नोति चेत्, यदि हलादि अस्ति चेत् स्वादिश सर्वनामस्थाने इत्यनेन पदसंज्ञा प्राप्नोति. किन्तु यकारादि वा अजादि वा अस्ति चेत् यचिबम् आगत्य भसंज्ञा विधीयते, तर्हि पदसंज्ञा तस्य तु अपगच्छति. किमर्थम् इत्युक्ते एकमेव संज्ञा भवितुम् अर्हति कृत्वा पदसंज्ञा पूर्वं यत् संज्ञा सूचितम् आसीत् तत्तु अपगच्छति. यचिबम् इति तेन भसंज्ञा एव तिष्ठति तस्य इति. धन्यवादः. धन्यवादः. तदासीत्. अनन्तरं किम् आसीत्, तर्हि गच्छत् इत्यस्य तु अग्रे गच्छामः. वयं जुहोत्यादिगणस्य पश्यामः उदाहरणं स्वीकृत्य. अत्र एव भसंज्ञा पदसंज्ञा इत्यस्य नपुंसकलिङ्गे अपि पश्यामः. किं नपुंसकलिङ्गे किं भवति, तु औ जस् इति अस्ति. जस् शस् अनयोः एव सर्वनाम संज्ञा भवति इति कृत्वा अस्माकं पदसंज्ञा वा भसंज्ञा वा न प्राप्नोति जशस्. अत्र तु सु औ इति अस्ति खलु, तत्र किं भवति, सु इत्यस्य पदसंज्ञा भवति किं सु पदसंज्ञा, तत्र पदसंज्ञा भवति जलादि अस्ति इति, हलादि अस्ति इति कृत्वा पदसंज्ञा भवति. औ इत्यस्य इति मन्ये औ इत्यस्य भसंज्ञा भसंज्ञा भवति. आम्, अम् इत्यस्य भसंज्ञा, औ इत्यस्यपि भसंज्ञा भवति. अनन्तरम् अग्रे तु समानकार्यं भगिनी भवती ध्वनिमुद्रा श्रुतवती, तस्य अपि अन्य विवादः अस्ति कि कथं सर्वना स्वादिश सर्वनामस्थाने असर्वनामस्थानं कथम् अस्ति एतत् सूत्रे. शस् प्रत्ययः शस् आदि कथं न सूत्रमस्ति, अहं चेत् लघुत्वात् इति न मम प्रश्नः न अवगतः भगिनि, पुनः वदतु. शुक् महोदय वर्गे पृष्टवान् स्वादि सर्वनामस्थाने कथम् इति सूत्रं, स्वादिषु तस्य वदनेन का आवश्यकता, शस् आरभ्य कथं न भव सूत्रमस्ति शस् आदि सर्वनाम असर्वनामस्थाने इति. किमर्थम् इत्युक्ते नपुंसकलिङ्गे तु सु अपि पदसंज्ञा प्राप्नोति खलु, लघुत्वं वक्तुं शक्यते. लाघवार्थं सत्यं भगिनि, लाघवार्थ. अस्तु अग्रे गच्छामः. तर्हि अत्र अभ्यस्तसंज्ञक सुबन्तरूपाणि जुहोत्यादौ अदादौ च इति पश्यामः. अत्र शीघ्रं पश्यामः. अस्तु अत्र भगिनी मणिमहोदय पठति किम् अत्र. अस्तु महोदय, सरला ड्यून् नेत्र अभ्यस्तसमीकः सुबन्धरूपाणि तत्रैव महोदय. ज्योत्यादि अदातौ च ज्योत्यादिगणः सत्रप्रसङ्गे पुल्लिङ्गे ज्योत्यादिगणे नुमागमः न भवति. पुल्लिङ्गे पूर्वमेव पठितवन्तः ज्योत्यादिगणे अभ्यस्तदातुमस्ति चेत् न भवति इति पठितवन्तः पूर्वमेव. नाभ्यस्तात् चतुः इति सूत्रेण अभ्यस्तसमयकात् शत्रुप्रत्ययस्य नम् आगमो न भवति. उदसंसरणसाणे अदादाहो इत्यस्य निषेधकसूत्रं न अव्य अव्ययपदम् अभ्यस्तात् पञ्चमी अन्तं सधुः षष्ठ्यन्तं त्रिपदं सूत्रम् इदितोनुं धातोः इत्यस्मात् तृणम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रं न अभ्यस्तात् अङ्गात् सधुः नुम् अभ्यसधातुः कुत्र कुत्र अस्ति तत्र एव नुमागमः न भवति इति दत्तं युगत्यादिगणे अनन्तरम् अदादिगणे अपि केचन धातुः अस्ति तत्र एव न भवति इति चिन्तयामि महोदय अभ्यस्तसंज्ञा वर्तते इति कृत्वा तेषामपि न भवति अत्र पुल्लिङ्गे नपुंसकलिङ्गे च प्रसक्तिः अस्ति अस्य सूत्रस्य किं किं लिङ्गं न उक्तमस्ति किन्तु पुल्लिङ्गे एव तस्य प्राप्तिः अस्य सूत्रस्य प्राप्तिः भवति इति अभ्यस्तसंज्ञा इत्युक्ते किम् इति अग्रे उक्तमस्ति उभे अभ्यस्तं पूर्वं पठितवन्तः खलु वयं यत्र द्विवारं द्वित्वं भवति तत्र तु महोदय पठति किं महोदय उभयभ्यस्तमिति उभयभ्यस्तं द्वितीयस्य अनन्तरं द्वयोः भागयोः समुदायः अभ्यस्तसमीपः भवति उभय प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्यात् इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् उभे द्वे अभ्यस्तं कुत्र कुत्र द्वितं भवति द्वितस्य अनन्तरं द्विपदः स्तः अधः द्वयोः मिलित्वा अभ्यस्तसंख्या इति वदामः इति अत्र उदाहरणार्थं द्वयं दत्तमस्ति ददत् इति प्रातिपदिकं तर्हि वयं स्वयं कुर्मः किं महोदय अत्र ददत् इति प्रातिपदिकस्य सुप्रत्यये परे किं भवति इति सुप्रत्यये परे पुल्लिङ्गे प्रथमं वदामः ददत् योगः सुप् किं भवति ददत् सुपं महोदय सु प्रथम एकवचनं क्षम्यतां प्रथम सु आम् सु एकवचने ददत् अत्र द्वितीयं न भवति ददत् ददत् इति प्रातिपदिकं तत्तु पूर्वमेव शत्रन्तरूपं निर्मितवन्तः खलु ददत् इति प्रातिपदिकम् अस्माकं पुल्लिङ्गप्रातिपदिकमस्ति तदनन्तरं सुबन्तनिर्माणम् अधुना कुर्मः तर्हि सु इति प्रत्ययः परे अस्ति तर्हि अत्र अस्माकं हल्न्याभ्यो दीर्घसुतिः अपृक्तं हल् इति सूत्रमस्ति आम् अत्र भवति अधः सु इति लोपः भवति ददत् एव तिष्ठति इति ददत् अत्र तु नुमागमः नास्ति पुल्लिङ्गे ज्ञानाभ्यासशतु इति सूत्रेण खलु सूत्रेण ततः ददत् एव तिष्ठति अहं चिन्तयामि महोदय ददत् इति अधुना पदसंज्ञा प्राप्नोति प्रथमपि पदसंज्ञा आसीत् सु इत्यस्य अङ्गस्य पदसंज्ञा आदौ अपि अस्ति यत्र सुप्रत्ययस्य लोपः भवति तदनन्तरमपि प्रत्ययलोपे प्रत्ययलक्षणं तिष्ठति इत्यपि वक्तुं शक्यते अनन्तरमपि सु इत्यस्य यद्यपि लोपः भवति तस्य तु किमस्ति पदसंज्ञा प्राप्नोति खलु लोपे सति अपि पदसंज्ञा प्राप्नोति इति कृत्वा अधुना ददत् इति अस्माकं पदम् अस्ति तर्हि पदान्ते कार्यमस्ति अस्माकं भावसाने अत्र जलां दिशोऽन्ते इति सूत्रमस्ति अन्यत् अनेन ददत् इति भवति अनन्तरं भावसाने इत्यनेन ददत् इति रूपद्वयं एकः प्रश्नः अत्र ददत् द्वितं भवति अतः सुप्रत्ययः लोपो भवति परन्तु न द्वित्वकारणेन लोपः नास्ति हल्याभ्यो दीर्घात् इति एकं सूत्रमस्ति सूत्रं किं वदति हलन्तात् अङ्गात् हलन्तात् सूतीसि इति उक्तमस्ति खलु सु प्रत्ययः अस्ति इति कृत्वा सुप्रत्ययस्य लोपः भवति आं महोदय तदेव तिष्ठति राम नामशब्दः अपि रामः इति विसर्गः भवति अत्र कथं भवति तत्र तु लोपः न भवति अदन्तमङ्गमस्ति इति कृत्वा तत्र लोपः न भवति सुप्रत्ययस्य. तर्हि तु इत्यस्य उकारः तु अनु अजननासिक उकारः इति कृत्वा उकारस्य लोपः भवति, इस् इति तिष्ठति. अनन्तरम् इस् इत्यस्य सहस्रशुरुः करवसानिर्वसर्जनीयः इत्यनेन विसर्गः भूत्वा रामः इति प्राप्नुमः. किन्तु नदी शब्दस्य किं महोदय न भवति तुस्माः इति कार्यं करोति वा? आमां सत्यं महोदय. अत्र तु नावश्यकमेव खलु, सुप्रत्यय तु इति एव अस्ति खलु, तत्र न विभक्तौ तुस्मः इत्यस्य प्रसक्तिः अपि नास्ति खलु. हलन्ति भगिनी, अत्र सूत्रं दत्तमस्ति पूर्वं, तस्य अनुवृत्तिसूत्रं महोदय पठे. तत् निमित्तं पर हलन्त न महोदयस्य चिन्तनं किमस्ति इत्युक्ते, यद्यपि उकारः लोपः भवति अजननासिके उकारः, पुनः सकारस्य अपि लोपः भवति वा सामान्यतया हलन्त्यम् इत्यनेन इति प्रश्नः. तत्तु न भवति खलु महोदय, एकवारम् अनुबन्धलोपं कुर्मः चेत् तदनन्तरं पुनः पुनः लोपं कुर्मः चेत् किमपि न तिष्ठति खलु. केवलं सुप्रत्ययस्य तु केवलम् उपदेश अजननासिकः इत्यस्य एव लोपः भवति, तत्र तु हलन्त्यम् इत्यस्य प्रसक्तिः एव नास्ति. यत्र हलन्त्यम् इत्यस्य प्रसक्तिः अस्ति तत्र एव न भो विभक्तौ तुस्मः इति आगत्य वदति. हलन्त्यं यत्र लोपः भवति तत्र तु इस्माः इति केषां तु तवर्गस्य वा सकारस्य वा मकारस्य वा लोपः मा भवतु हलन्त्यम् इत्यनेन इति अनुवृत्तिसहितम् आगच्छति. किन्तु अत्र तु सकारस्य लोपः एव न भवति, किमर्थं प्रसक्तिः एव नास्ति हलन्त्यम् इत्यस्य. पुनः पुनः लोपं न कर्तुं शक्नुमः खलु, एकवारमेव वयम् अस्माभिः क्रियते खलु अनुबन्धलोपः. किन्तु सकारस्य लोपः हल्याङ्गस्य दीर्घस्य पक्षः भवति, तदस्ति हलन्त अङ्गम् अस्ति. आम् आम्, अग्रे औ इति अस्ति महोदय, औ इत्यस्य अपि औ इत्युश्चेत् अत्रापि द्वितम् अस्ति, अथवा ज्योतिदिगणे द्वित अस्ति चेत् नमागमः न भवति, अतः ददतौ ददत्योः औ ददतौ इति रूपं भवति. पुल्लिङ्गे वदामः खलु. आं महोदय, अनन्तरं जस् इति जस् इति अस्ति खलु, सो जस् जस् अत्र अस्यैव भवति, ददत्तः इति भवति. आं महोदय, विसर्गः भवति सकारस्य, ददतः. भगिनी वदति किं, भगिनी सरलभगिनी वदति किं, द्विवचने वदति किं भगिनि? ददत् योग अम् अपि तस्य सर्वनामस्थानसंज्ञा भवति. ददत् योग अम् केवलं वर्णमेलनं भवति, ददतम् इति भवति. ददत् योग औट् तत्र तकारस्य हलन्तनेन अपि तस्य लोपति भवति, औ अवशिष्यते. औ तत्र गच्छ ददत् योग औ ददतौ इति भवति, अत्र अपि सर्वनामस्थानसंज्ञा अस्ति औ इति सर्वनाम नपुंसकस्य शुद्ध नपुंसकस्य इति सूत्रेण औ इति सर्वनामस्थानसंज्ञा अस्ति. तदनन्तरं शस् अस्ति, शस् शकारस्य लशकु तद्धते इति सूत्रेण लोपः भवति, अस् इति अवशिष्यते. अस् तस्य भसंज्ञा भवति यसि भम् इति सूत्रेण. ददत्त भवति सकारस्य सस्योरु अपि खरवसानविसर्जनी अनेन एताभ्यां सूत्राभ्यां विसर्ग आगच्छति, सो ददत्तः इति भवति बहुवचने द्वितीया भक्त्यां. धन्यवादः भगिनि. समानकार्यमस्ति जुह्वद् जुह्वद् इति अपि खलु, न द्रष्टव्यमपि आवश्यकता अस्ति. अग्रे पश्यामः. भगिनी अरुणा भगिनी पठति किम्, अदादिगणस्य सप्तदातवः इति? अदादिगणस्य सप्तदातवः अदादौ सप्त अभ्यस्तसंज्ञकदातवः सन्ति, अतः तेषामपि नुमागम निषिद्धः न अभ्यस्तात् चतुः इति सूत्रेण. अदादिगणे पुंलिङ्ग विषये प्रक्रियासु अदादौ सप्त दातवः अभ्यस्तसंज्ञकदातवः तेषामपि नुमागम न भवति न अभ्यस्तात् चतुः इति सूत्रेण. षड् दातवः ये ये सन्ति जक्षित्यादयः षट् जागृ इत्येते अग्रे अपि समानकार्यमस्ति अत्रापि पुल्लिङ्गे खलु. जाग्र तकारान्तः अस्ति इति कृत्वा अत्रापि समानकार्यं, विशिष्टकार्यं किमपि नास्ति. यत् वा अस्माभिः ददत् इत्यस्य कृते दृष्टं तदेव अस्ति. अधुना अहं मया विस्मृतं, ददत् इत्यस्य नपुंसकलिङ्गे पश्यामः किम्? अस्तु, नपुंसकलिङ्गे किं भवति? किं इति अस्ति खलु. भगिनी वदतु, अर्णा भगिनी वक्तुं इच्छति किं? सु इत्यस्य किं भवति? ददत् ददत् योग भगिनी भगिनी नपुंसकलिङ्गे शून्य शी शी अस्ति राधि शून्यं सु इत्यस्य लोपः नास्ति तत्र. आमां किमपि अन्यत् सूत्रमस्ति इति मन्ये. सु इत्यस्य अपि अपगच्छति. तर्हि शून्यमस्ति इति कृत्वा ददत् इति पदसंज्ञा अस्ति प्राप्नोति इत्यस्य. शून्यं किमर्थम् इत्युक्ते न न भगिनी द्वो भागे दत्तम् अस्ति शून्यं सोम इति. शून्यं तु अनेन एव खलु, समो नपुंसकात् इति सूत्रेण सु तस्य लुक् भवति. लुक् भवति अतो अम् इति सूत्रेण अतो नपुंसकात्. नपुंसकात् अङ्गासु अम् अत्यनेन लुक् लोपः सृष्ट स्वमोर्नपुंसकात् इति सु अनन्तरम् अम् उभयोः द्वयोः द्वयोः अपि लुक् भवति. अनन्तरं लुक् भूत्वा अनन्तरं सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा प्राप्नोति. आम् अत्र अस्तु. तर्हि ददत् इति एव तिष्ठति. द्विवचने षी इति प्रत्ययः. किं किं सूत्रं भगिनि? पुष्प भगिनि स्वागतं. नमस्ते भगिनि, अत्र अधः दत्तः अस्ति 7123 इति. परिच्छेदः तत्र नपुंसकलिङ्गे नपुंसकलिङ्गस्य सि इति अग्रे आगच्छति, अधोभागे अन्तिमभागे अस्ति नपुंसकस्य जल. तत् प्रायः अनन्तरं पश्यामः भगिनी, यदा वयं करपत्रे आगच्छामः तत्र आगच्छामः तस्मिन् समये पश्यामः. अधुना तु एवमेव अस्ति, शून्यं शीशि इति अस्माकम् इति स्वीकृत्य कुर्मः. कुत्र अस्ति तत्? अग्रे पश्यामः भगिनि, सूत्रमस्ति किन्तु सु इत्यस्य लोप लुक् भवति इति कृत्वा शून्यं किमपि नास्ति, शून्यं शीशि इति. शि इत्यस्य वदति किं भगिनि? मणिमहोदय वदति किं महोदय? शिशि प्रत्यये परे प्रत्यपरे नुमागमः भवति, अतः केन सूत्रेण नुमागमः भवति? विकल्पेन भवति नपुंसकलिङ्गे नपुंसकात् वा नपुंसकस्य वा. ओके, धन्यवादः महोदय. अतः नुमागमः भवति, ददन्त इति रूपं भवति महोदय. बहुवचने भवति न वा नपुंसकः. अत्र तु आमाम् अत्र तु आशीनद्योर्णं द्विवचने तु आशिनद्योर्णं सप्शनानित्यम् इति द्वयमेव. अत्र तु अदन्तम् अङ्गं नास्ति इति कृत्वा निमागमः न विधीयते, न भवति. ददति इति एव एकमेव रूपं ददति. श्रीलङ्के नपुंसकलिङ्गे अपि ददति महोदय. किमर्थम् इत्युक्ते नपुंसकलिङ्गस्य द्विवचने किं भवति, स्त्रीलिङ्गस्य कृते ये सूत्राणि सन्ति तानि एव अत्रापि प्रसक्तानि खलु. तत्र द्विवचने, केवलं द्विवचने, प्रथमाविभक्तौ द्वितीयविभक्तौ च स्त्रीलिङ्गस्य ये सूत्राणि सन्ति तानि एव अत्रापि प्रसक्तिः प्राप्तिः अपि भवति तेषामेव इति कृत्वा शक्षणोर्नित्यम् आचीर्णद्योन्नम् इत्यनेन तत्रैव शी प्रत्ययः आगच्छति खलु. नुमागमः न विधीयते. किमर्थम् इत्युक्ते अदन्तम् अङ्गं नास्ति खलु इति कृत्वा नुमागमः न भवति. आम् आच्छीनद्योर्णं विकल्पेन एव अनुमागमः भवति न, किन्तु अदन्तमेकं न नास्ति खलु. तद्भवति सुदादिगणे वा अदादिगणे परिगणे. सुदादिगणे अदादिगणे अदन्तम् अङ्गमस्ति चेदेव. भगिनी अपि विद्या भगिनी भवती पर अस्माकं यत् रूपं स्त्रीलिङ्गे भवति तथैव नपुंसकलिङ्गे द्विवचने भवति, एतत् मनसि स्थापयतु. स्त्रीलिङ्गस्य एव कार्यम् इति कृत्वा नदीप्रत्ययपरे यत् कार्यमस्ति तदेव इति कृत्वा आं शार्ट्कट् अस्ति, सत्यं तदेव शार्ट्कट् अस्ति. किन्तु प्रक्रिया पश्यामः चेत् शप्शनो नित्यम् आचीनद्योनं द्वयोः अपि प्रसक्तिः नास्ति इति कृत्वा नुमागमः न भवति. अनन्तरं बहुवचने किम् अस्ति, छि इति ह्रस्व इकारः अस्ति, तत्र किं भवति, सर्वनामस्थानम् अस्ति इति कृत्वा वा नपुंसकस्य इति कृत्वा नपुंसकस्य जलतः इति प्रबाद्य वा नपुंसकस्य इति अभ्यस्तङ्गम् अस्ति इति कृत्वा तर्हि विकल्पेन नुमागमः भवति. अत्र विकल्पेन भवति विकल्पेन भवति महोदय, वानपुंसकस्य तेन विकल्पेन भवति. तर्हि रूपद्वयं ददति ददन्ति इति. सो केवलं बहुवचने प्रथमाविभक्त्यां द्वितीयाविभक्त्यां बहुवचने निमागम आगच्छति अभ्यस्त अङ्गे विकल्पेन विकल्पेन विकल्पेन ददन्ति ददति इति ददति अनन्तरं ददति ददन्ति रूपद्वयं ह्रस्वैकारः, द्वयोः अपि ह्रस्वैकारः एकत्र नुमागमः भवति. धन्यवादः धन्यवादः महोदय. अनन्तरम् अग्रे पश्यामः, ज्योत्यादिगणः समाप्तः. अनन्तरं तदपि अनन्तरम् अत्र तु करपत्रे तु नपुंसकलिङ्गे शत्रन्तानां सुबन्तनिर्माणम् इति दत्तमस्ति. अत्र भगिन्याः प्रश्नः, पुष्पा भगिन्याः प्रश्नः अत्र उक्तः अस्ति. भगिनी पुष्पा भगिनी प्रथमम् अत्र पठति किं नपुंसकलिङ्गे शत्रन्तानां सुबन्तनिर्माणम् इति. अस्तु. वादिगणः दिवादिगणः चुरादिगणः पचत् योगः सु स्वमोर्न नपुंसकात् स्वमोर्नपुंसकात् तदेव सूत्रमस्ति भगिनि, एतदेव भगिनी पृष्टवती खलु. ओ तद् तद् शृणुत वा शृणुता शृणोति वा. आमां शृणुमः भगिनि. अस्तु अस्तु अस्तु अस्तु. स्वमोर्नपुंसकात् इत्यनेन नपुंसकात् अङ्गात् सुलोपः पचत् जलां जशोन्ते इत्यनेन पदान्ते तकारस्य जष्त्वं पचत्. अत्र पदसंज्ञा केन सूत्रेण, पदसंज्ञा समोर्णपुंसकात् इत्यनेन लोपः भवति, लुक् भवति, लुक् भवति, किन्तु पदसंज्ञा केन सूत्रेण भवति. सुप्तिङ्गन्तं पदं लक्ष्मी भगिनी ऐ मीन् विद्या भगिनी अपि पृष्टत् मया सम्यक् विस्मरामि अवसाने इत्यनेन अवसाने जलः विकल्पेन चर् आदेशो आदेशः भवति पचत् पचत् चर् आदेशः भवति जस्त्वम् अनन्तरं चत्वम् अस्तु अस्तु पचत् अत्र करीच नास्ति वावसाने इत्यनेन पदान्ते अस्ति कृत्वा वावसाने इति अवसानवस्थायां वावसाने इत्यनेन करीतु अस्तु अग्रे अपि पठामि आं भगिनि पचत् योगः औ नपुंसकाच्छ इत्यनेन औ स्थाने शी पचत् योगः शी लशकुतदिते इत्यनेन अनुबन्धलोपः पचत् योगः ई अन्तादिवच्च इत्यनेन पच अङ्गम् अस्ति पच अङ्गम् अस्ति शप्शनोर्नित्यम् इत्यनेन शी प्रत्ययः परे अस्ति चेत् शी प्रत्ययः परे अस्ति चेत् शप्शन् प्रत्ययोः अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुमागमः मिदचोन्त्यात् परः इत्यनेन नुम् अन्त्यात् स्वरात् परे पचनात् पचनत् इति आगच्छति पचनत् योगः इ नश्च पदान्तस्य जलि इत्यनेन जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः अनुस्वारस्य यै परसवर्णः इत्यनेन यै अनुस्वारस्य स्थाने परसवर्णादेशः पचन्त् योगः इ पचन्ति इति आगच्छति तत्तु नपुंसकलिङ्गे पचन्ति पचत् पचद् पचन्ति अस्तु जस् अपि पठामि एकनिम्नम् अन्तादिवच्च इत्यनेन इति किं सूत्रमस्ति तद् किम् अन्तादिवच्च अत्र इत्यनेन पच् अङ्गम् अस्ति इत्यनेन अन्तादिवच्च अन्तादिवच्च अन्तदकारः अस्ति तथैव दकारः दकारः अस्ति तथैव पच् एव अङ्गमस्ति तत्र षप्शनोर्नित्यम् इत्यनेन शी प्रत्ययपरे अस्ति चेत् षप्शन् प्रत्ययोः अवर्णातङ्गात् शत्रान्तङ्गस्य नित्यं नुमागमः तत्तु मिदचोन्त्यात्परः इत्यनेन पूर्वे आगच्छति अकारस्य पूर्वे आगच्छति पचन्ति पचनत् इत्यनेन पचन्ति न पचन्त् एव आगच्छति ओ अवयवः पच इति अवयवः अस्ति इति कृत्वा अन्तादिवत् इति अत्र आगच्छति अस्तु अस्तु अत्र अन्त्यस्य तकारः अवयवः किं पच इति अवयवः अस्ति खलु पचत् इति अङ्गस्य पच इति अवयवः अस्ति यत्र शप् अत्र शप् इति अवयवः अस्ति खलु अकारः तत्र शत्रुप्रत्ययस्य पूर्वम् अत्र आगच्छति अत् इत्यस्य पूर्वं तत्र तु आदौ तु शप् इति विकरणप्रत्ययः पूर्वम् अभवत् खलु इति कृत्वा पच इति आदौ अवयवः अस्ति इति कृत्वा तत्र तु शप् अस्ति इति कृत्वा शप्शनो नित्यम् इत्यनेन नुमागमः भवति इति न न अन्तादिच्च इत्यनेन लोपः किमपि नास्ति महोदय. अत्र किम् इत्युक्ते अन्तादिवच्च इति सूत्रं वदति, अत्र पूर्णतया न उक्तमस्ति अत्र महोदयेन. अत्र किम् इत्युक्ते अत्र अन्तादिवच्च किं वदति इत्युक्ते पच इति अङ्गम् अस्ति खलु, अवयवः अस्ति खलु, तत् अवयपचः पच इति अवयवे अकारः अस्ति खलु, सः अकारः तु शप् प्रत्ययः, शप् विकरणप्रत्ययः अस्ति खलु. पूर्वम् अस्माकं यत्र वयम् अस्माभिः शत्रुप्रातिपदिकनिर्माणसमये निर्मितवन्तः खलु, पच् योगः अयोगः अस्ति इति निर्माणं कृतवन्तः खलु, शप् इति आसीत् मध्ये, तदपि अस्ति इति कृत्वा शप्शनो नित्यम् इत्यस्य प्रसक्ति. किन्तु अयं सूत्रं मया तु इदं सूत्रं मया तु सम्यक्तया न अवगतं, किन्तु एवम् अवगच्छामि किम् इत्युक्ते अवयवः अस्ति, शप् अवयवः अस्ति इति कृत्वा शप्शनोर्नित्यम् इत्यस्य प्रसक्तिः आयाति. अन्तादिवच्च इत्यनेन ब्रेक् कृत्वा अवगमनं न भवति खलु भगिनि, तदर्थमेव मम तु पूर्णतया अहं न अवगच्छ. अन्त आदि वच्च भगिनी, अहं चिन्तयामि अन्त अन्त इति अन्त यथा शत्रुन्तपर्यन्त अस्ति वा तकारान्तपदम् अस्ति, तस्य आदि यः अङ्गम् अस्ति तस्य वत् वत् इति लैक् वत्तुप मत्तु प्रत्यये ते आगच्छन्ति रैट्. सो अन्त तत्र सन्धि भवति वत् च इति वच् च भवति इति प्रायः. किन्तु अत्र अष्टाध्याय डाट् काम् मध्ये बृहत् किमपि उक्तम् अस्ति भगिनि, इति कृत्वा एव मया न अवगतम्. अग्रे अस्तु अस्तु भगिनि, तदर्थं किञ्चित् त्यजामः, अधुना त्यजामः, त्यक्त्वा अग्रे गच्छामः. अवयवः अस्ति, शप् अवयवः अस्ति इति महोदय वा भगिनि, अग्रे नो चेत् पठित्वा आगच्छामः वयं तु अग्रे अन्यत्र किं कुत्रचित् पठित्वा आगच्छामः चेत् अग्रिमसप्ताहे चर्चा कुर्मः. अस्य अस्तु अस्तु धन्यवादः. परन्तु वयं जानीमः पच्यति भ्वादिगणे आगच्छति तत्र शप् इति कृत्वा शप् अस्ति इति कृत्वा शप् शप् अवयवः अस्ति इति कृत्वा आं भगिनि अस्तु अस्तु अग्रे अपि पठामः. सरला भगिनी पठति किं भगिनि? पच्यत् योग जस् जशसोषि इत्यनेन नपुसङ्कात् अङ्गात् जस् स्थाने षि आदेश पच्यत् योगशि लशकुवत्तद्धते इत्यनेन अनुबन्धलोपः पच्यत् योग इ षि सर्वनामस्थानम् इत्यनेन षि इति आदेशस्य सर्वनामस्थानसंज्ञा नपुसङ्कस्य झल च इत्यनेन नपुसङ्कलिङ्गे सर्वनामस्थानपरे झलान्ताङ्गस्य नुम् आगमः मृदुचोऽन्त्यान्तपरः इत्यनेन नुम् अत्यन्तात् स्वरात् परे पचन् पचन्त योग इ नश्चापदांस्य झलि इत्यनेन झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेश अनुस्वारस्य यै परसवर्ण इत्यनेन यै अनुस्वारस्य स्थाने परसवर्ण आदेशः पचन्त योग इ वर्णमेलनं पचन्ति इति भवति. अत्र पचन्त योग पचत् योग जस् इति अस्ति प्रथमाविभक्त्यां नपुसङ्कलिङ्गे बहुवचन जस् इति प्रत्यय मूलप्रत्ययः अस्ति. तत्र जशसोषिः इति भगिनि भगवत्याः ध्वनिः मध्ये मध्ये न श्रूयते भगिनि, म्यूट् अभवत् इदानीं शृणोति. आमां भगिनि, सो पचत् योग जस् जस् प्रथमा विभक्त्याम् एकवचने बहुवचन मूलप्रत्ययः अस्ति. इदानीं नपुसङ्कलिङ्गे विशेषसूत्रेण जस् शसोषि इत्यनेन जस् स्थाने षि आदेश भवति षि पचत्, अतः पचत् योग षि भवति. इदानीं लशकु लशक् तद्धते इति सूत्रेण शकारस्य लोपः भवति, इ अवशिष्यते. पचत् योग सर्वनामस्थाने इति सूत्रेण इकारस्य सर्वनामसंज्ञा भवति. इदानीं नपुंसकस्य झलच् इति सूत्रेण नुमागम आगच्छति. इत्यनेन नपुंसकलिङ्गे सर्वनामस्थाने परे झलन्त्यङ्गस्य नुमागम भवति. मृदुचोन्त्यान्तपरे इति सूत्रेण चकार उत्तरवति अकार अस्ति तस्य अनन्तरं नुमागम भवति. तत् पचन्त् योग इ आगच्छति. तदनन्तरं नकार पचन्त् इति अपदान्त अङ्गम् अस्ति. तत्र नकारस्य नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारः भवति. पुनः अनुस्वारस्य यै परसवर्ण इति सूत्रेण अनुस्वारस्य तकार यै प्रत्याहारे आगच्छति. सो अनुस्वारस्य तस्य पञ्चमवर्ण नकार पुनः आगच्छति. सो पचन्त् योग इ पचन्ति इति भवति. अस्माकं पदं पचन्ति आगच्छति. धन्यवादः भगिनि. अग्रे तर्हि रूपाणि पुनः यत् अस्ति महोदय भगिनी यत् उक्तमस्ति तदेव द्वादौ पचत् पचन्ति पचन्ति इति द्विवादौ दीव्य दीव्यन्ती दीव्यन्ती इति षन् प्रत्ययः अस्ति इति कृत्वा द्वादौ द्विवादौ चुरादौ नित्यं भवति. शप् षन् प्रत्ययौ सन्ति इति कृत्वा अतः इति कृत्वा अनन्तरं चुरादौ चोरयत् चोरयन्ती चोरयन्ति इति एतत्तु नपुंसकलिङ्गे चिन्तनं खलु. अत्र अन्त्यादि अन्तादिवच्च इति सूत्रस्य सारांश अग्रे महोदयेन उक्तं. तर्हि सूत्राणि पठामः. त्रीणि सूत्राणि नूतनसूत्राणि सन्ति तत्सर्वं पठामः. मणिमहोदय पठति किं महोदय? स्वमोर्नपुंसकात् इति आरभ्य. महोदय कः पठितुं स्वमोर्नपुंसकात् इति अग्रे अधः अधोभागे तस्य एव अधोभागे. हा महोदय अहमेव पठितुं पठति वा अथवा अन्यः वा? भवान् भवान् पठतु इति. अस्तु अस्तु कृपया क्षम्यतां. ब्रेक् अस्ति नेट् मध्ये अधः. सोमोर्नपुंसकात् नपुंसकात् अङ्गात् सु अम् इत्यनयोः लुक् लोपः सूच अम् तयोरो इतर इतर दन्दः समौ तयोः स्मौवोः सोमः षष्ठ्यन्तं नपुंसकात् पञ्चम्यन्तं द्विपदं दं सूत्रं षड्योः लोक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् स्वमोः लुक् भवति. आम् अत्र सु अम् प्रथम भवति सु एकवचने अनन्तरं द्विभक्ति एकवचने अपि अत्र लोपो भवति सोमोर् नपुंसकात् इति सूत्रेण नपुंसकलिङ्गे एव यदि लोपो भवति इति दत्तं. सोमोः षष्ठ्यन्तं नपुंसकात् पञ्चम्यन्तम् षड्योः लो लुक् अत्र अनुवृत्ति भवति लुक् लुक् भवति स्मोर् नपुंसकात् इति सूत्रेण. अनन्तरं नपुंसकात् च पठामि महोदय. नपुंसकात् अङ्गात् औ प्रत्ययस्य स्थाने सि आदेशः भवति. नपुंसकात् पञ्चम्यन्तं च अव्ययपदं द्विपदं सूत्रम् औट् औड् आप् इत्यस्मात् औड् इत्यस्य अनुवृत्तिः जसगसि इत्यस्मात् षि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् औड् षिः. तदेव तत्समये भवान् एव उक्तवान् नपुंसकात् षि आदेशः द्विवचने इति उक्तवान्. तदेव औ इति स्थाने षि आदेशः भवति अत्र. अधः सि प्रत्यये परे अस्ति. अधः अत्र नुमागमः भवति इति जुहुत्यादिगणे महोदय तु औजस् इति अस्ति खलु, तत्र तु नपुंसकलिङ्गे औ औट् अनयोः द्वयोः स्थाने अपि, अत्र तु औड् इति अस्ति खलु, औ औट् उभयोः अपि तथा भवति. औडः इत्यनेन उभयोः अपि ग्रहणम् इत्युक्ते औ औट् अनयोः इति कृत्वा प्रथमाविभक्तौ सर्वत्र नपुंसकलिङ्गे सुबन्त एतस्य सुबन्त प्रत्ययः अस्ति, तत्र तु प्रत्ययः अस्ति, तत्र तु प्रथमाविभक्तिद्विवचने द्वितीयाविभक्तिद्विवचने षि इति आदेशः भवति इति. आं महोदय, तत् अहम् आगच्छामि. ततः परं गणमनुसृत्य नास्ति, गणमनुसृत्य नास्ति, सर्वेषां गणानामपि षि इति आदेशः. हा, षि आदेशः नपुंसकलिङ्गे इति आदेशः भवति, तस्य परं नुमागमः भवति कुत्रचित् अस्ति किल, तत्र अहं नित्यम् इत्यनेन शप्शनो नित्यम् अनन्तरम् आचिनद्योन्नम् धन्यवादः. अग्रे पठतु, अग्रिममपि पठित्वा अग्रे अन्तादिवच्छ पूर्वपरयोः यः एकादेशः भवति सः पूर्ववर्ती वर्णसमुदायस्य अन्त्यभागः, अपि च परवर्ती वर्णसमुदायस्य आदिमभागः. अन्तः च आदिश्च अन्तादि इतरेतरद्वन्द्वः अन्तादिभ्यां तुल्यम् अन्तादिवत् अन्तादिवत् अव्ययपदं च अव्ययपदं द्विपदं सूत्रम् एकः पूर्वपरयोः इत्यस्य अधिकारः अनुवर्तिसदसूत्रम् एकः पूर्वपरयोः अन्तादिवच्च. अहम् अधुना अवगच्छामि किम् इति, कः अवगच्छामि, कः विषयः इति भगिनी वदति, वक्तुमिच्छति किं भगिनि? सरला भगिनी अवगतं किं? न, वदतु भगिनि. भवती भवतु, अहं न अवगच्छामि. न, मम एवं चिन्तनमस्ति, किम् इत्युक्ते पच् योगः शप् योगः अत् इति स्थितौ अस्माकं प्रक्रिया किम् आसीत्, पचत् इति प्रक्रिया आगतं खलु, तर्हि तत्र पच् योगः शप् योगः अत् इति स्थितौ, अत्र तु पच् योगः अयोगः इति आगच्छति प्रथमम् अत् इति आगच्छति, अनन्तरं पच् योगः अ इति विकर्णप्रत्ययस्य मेलनेन किं भवति अस्माकं पच इति भवति अङ्गम्, अनन्तरं पचयोगः अत् इति स्थितौ अतो गुणे इत्यनेन पूर्वपरयोः स्थाने पच इति विकर्णप्रत्ययस्य अकारः अस्ति, अनन्तरं परे तु गुणवर्णः अस्ति, अत् इत्यस्य गुणवर्णः अस्ति, तर्हि पूर्वपरयोः स्थाने एकः एव आदेशः भवति खलु, सः आदेशः अकारः, पुनः अकारः एव आदेशः भवति पूर्वपरयोः स्थाने. किम् अस्ति अतो गुणे इत्यनेन अत्र किम् अस्ति पूर्व पररूपमादेशः, किं पररूपमादेशः भवति. तर्हि यत्र पूर्वपरयोः स्थाने पूर्वरूपं वा पररूपं वा आदेशः भवति, तत्र पूर्वपरयोः स्थाने एकः पूर्वं वा परं वा आदेशः किमपि भवतु, किन्तु एकः आदेशः भवति खलु, तर्हि तत्र तु पूर्वशब्दस्य यत् पूर्वशब्दस्य अन्तिमवर्णवत् अपि अस्ति, परशब्दस्य आदिवर्णवत् अपि अस्ति इति कार्यं करोति इति, इत्युक्ते पच इति अत्र अकारः अस्ति खलु, शप् इत्यस्य शप् विकर्णप्रत्ययस्य अनन्तरं शत्रुप्रत्ययस्य शकारस्य अकारः अस्ति खलु, तयोः स्थाने एकः आदेशः अभवत्. अधुना पच इति अङ्गे यत् पश्यामः अवयवः इति पश्यामः, तत्तु शप् इत्यस्य अपि अस्ति इति वक्तुं शक्यते, शत्रुप्रत्ययस्य अपि अस्ति इति वक्तुं शक्यते, इति वक्तुं शक्यते इति अन्तवत् अपि अस्ति, आदिवत् अपि अस्ति इति, आदिवर्णवत् अपि अस्ति इति कार्यं करोति इति. अस्तु, इत्युक्ते शप् अपि अवयवः अस्ति, अत्र शत्रु अपि अवयवः अस्ति इति वक्तव्यम् इति. इदानीम् अवगच्छामि. पूर्ववर्ती वनसमुदायस्य अन्त्यभाग अपि च परवर्ती वनसमुदायस्य आद्यं भाग अस्तु, वत् भवति, वत् इत्युक्ते तादृशं भवति, महोदय, चमिता महोदय, अन्तादिवच्च अधो गुणः इति कः भेदः व्यक्तिस्य द्वयोः द्वयोः यत्र यत्र पूर्वपरयोः स्थाने इति आगच्छति तत्र तत्र अस्य सूत्रस्य प्रसक्तिः अत्र एकः पूर्वपरयोः संहितायाम् इति अनुवृत्तिः आयाति अन्तादिवच्च इति सूत्रे. तर्हि यत्र यत्र पूर्वपरयोः इति आगच्छति एकादेशः भवति तत्र तत्र अन्तः आदिवत् इति सूत्रस्य सारांशः इत्युक्ते अन्तस्य अपि अकारस्य तु अनुबन्धलोपः खलु तत्र शप् इत्यस्य शप् इति पूर्णतया एव अवयवः अस्ति खलु इति यत् अकारः अस्ति अकारः तु अस्ति खलु सः अकारः तु शप्रत्ययः अस्ति तदपि अवयवः अस्ति. अनन्तरं शत्रुप्रत्ययस्य शत्रु अपि अवयवः अस्ति इति अवगन्तव्यम् अकारः अनन्तरम् अत्तिस्य अकारः द्वयोः मेलनेन इति दत्तम् अर्थम् अर्थः यद्यपि द्वयोः मेलनेन एकमेव आगतं पूर्वपरयोः स्थाने एकः एव आदेशः अभवत् तथापि द्वयोपि ग्रहणं भवति तत्र पूर्वतनशप्रत्ययस्य अपि ग्रहणम् अवयवः इति ग्रहणं भवति अनन्तरं शत्रुप्रत्ययस्य यत् पररूपमस्ति तस्यापि ग्रहणं भवति परं यत् अस्ति तस्यापि ग्रहणं भवति अवयवः इति एकमेव आदेशः भवति किन्तु द्वयोः अपि ग्रहणं करोति इति धन्यवादः धन्य अनन्तरं शप्शनो नित्यं वयं तु पशुपरिचितसूत्रमस्ति जानीमः अग्रे गच्छामः अरुणा भगिनी पठति किं जषोषि इति सूत्रं जषोः शिः नपुंसकात् अङ्गात् जश् शश् इत्यनयोः स्थाने शि आदेशः भवति तयोः जश्च शश्च तयोः इतरेतर द्वन्द्वः जषोः तयोः जषोः जषोः षष्ट्यन्त्यं शिः प्रथमान्तं द्विपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् जषोः शिः सूत्रं वदति सर्वनाम नपुंसकलिङ्गे अङ्गात् जश् प्रथम बहुवचनप्रत्ययः द्वितीय बहुवचनप्रत्ययः षष् इति परे स्थाने षि आदेशः भवति पदः पद सूत्रस्य विवरणं जश्च षश्च इति इतरेतरद्वन्द्वसमासः जषशोः षषौ तयोः जषशोः जषशोः षष्ट्यन्त्यं पदं शिः प्रथमान्तं पदं द्विपदं सूत्रम् अङ्गस्य अधिकारः आगच्छति अनुबुद्धिसहितसूत्रं नपुंसकात् अङ्गात् जषशोः शिः इति अग्रिमसूत्रमपि शि सर्वनामसूत्रं शि इति आदेशस्य सर्वनामसंज्ञा भवति शि लुप्तप्रथमन्तं सर्वनामस्थानं प्रथमान्तं द्विपदम् इदं सूत्रं सूत्रे स्वयं सम्पूर्णं शि सर्वनामस्थानं शि आदेशः दशशो स्थाने आगच्छति तत्र शि नामकरणं सर्वनामस्थानम् इति शि लुप्तप्रथमान्तं सर्वनामस्थानमपि प्रथमान्तं द्वेपदे प्रथमान्तपदे स्वयं सूत्रं शि सर्वनामस्थानम् इति नामकरणं नामकरणानन्तरं नपुंसकस्य जलजः इति सूत्रं तेन नुमागमः भवति नपुंसकजले पठामि सारांशः वदतु भगिनि, तदपि पूर्वं पठितं खलु, नपुंसकलिङ्गे नपुंसकलिङ्गे सर्वनामस्थान परे जलान्त अङ्गस्य अजन्ताङ्गस्य च नुम् आगमः भवति. अत्र पूर्वपर्ययोः स्थाने इति तत्र अन्तादिवच्च इति सूत्रे अस्ति खलु, मम किञ्चित् स्पष्टीकरणार्थं करणीयमासीत्. यत्र पच् योगः शप् योगः अत् इति अस्ति, पच् योगः अयोगः अत् इति अस्ति, अनन्तरम् अतो गुणे इत्यनेन शप् प्रत्ययस्य अनन्तरं शत्रुप्रत्ययस्य अकारस्य स्थाने परूपमेव आगच्छति खलु, अतो गुणे इत्यनेन अत् इति एव आगच्छति. एकनिमिषं तदपि पश्यामि. अतो गुणे पररूपम् आगच्छति इत्यनेन एवं नास्ति, शत्रुप्रत्ययः तत्र तु शप्रत्ययस्य अपगच्छति इति नास्ति खलु. पूर्वपर्ययोः स्थाने एकः अवगच्छति किन्तु शप्रत्ययः अपगच्छति इति कृत्वा शप्रत्ययः तदनन्तरं नास्ति इति वक्तुं न शक्यते. यद्यपि पूर्वपर्ययोः स्थाने पररूपम् आगतं, तत्र पुनः शप् अस्ति इत्येव मन्तव्यम् इति सूत्रस्य सारांशः. तर्हि शप्रत्ययपि अस्ति शत्रुप्रत्ययः अस्ति इति मन्तव्यम् इति प्रत्ययलक्षणमिति अत्र तु प्रत्ययस्य लोपः न भवति खलु. पूर्वपर्ययोः स्थाने एकः पररूपः आदेशः भवति, पररूपं यत् आदेशः भवति तत्तु उभयोः अपि ग्रहणं करोति इति सूत्रं वदति. ऋकारान्तस्य लोपः भवति न शत्रु इति अस्ति यदि भवति. हा अत्र तु ऋकारस्य वयं न वदामः. अस्तु, तत्तु अनुबन्धलोपः अस्ति भगिनि, तत्तु अनुबन्धलोपः अस्ति. आमामाम्, ऋकारस्य तु अनुबन्धलोपः अस्ति. वयं किं कुर्मः, प्रत्ययः तु अस्ति खलु. अस्तु, प्रत्ययलोपे प्रत्ययलक्षणं तत्तु भिन्नम् अस्ति. अत्र तु यद्यपि शप्रत्ययः अपगच्छति, पूर्वपर्ययोः स्थाने पररूपम् आगच्छति अतो गुणे इत्यनेन, तथापि पूर्वपर्ययोः स्थाने यत्र पररूपम् आगच्छति वा पूर्वरूपमपि आगच्छतु तदपि समीचीनं, तथापि उभयोः अपि ग्रहणं करोति, उभौ अपि अस्ति सः इत्येव मन्तव्यम् इति. अस्तु, एकं प्रत्ययं विहाय अन्यत् आगच्छति इति वक्तुं न शक्यते. यत्र यत्र पूर्वपर्ययोः स्थाने इति वदामः तत्र तत्र उभयोः अपि तत्र तु स्थानम् अस्ति एव, वैशिष्ट्यमस्ति तत्र सन्ति इत्येव अस्ति इत्येव मन्तव्यम् इति. तर्हि धन्यवादः, धन्यवादः, धन्यवादः, समयः अतीतः, विरमामः किं, धन्यवादः. अग्रिमसप्ताहे प्रायः भगिन्याः आवलि भिन्नरीत्या भगिनी गच्छति इति कृत्वा वयमपि अग्रे सरामः. अग्रिमसप्ताहे सुधाधिकरणं करपत्रं समापयित्वा वयं कानिचन अभ्यासान् कुर्मः इति. भगिनी च दृष्टवती भवती किं भगिनि, विद्याभगिनी आवलिं दृष्टवती किन्तु भिन्नरूपेण अस्ति, मम तु किञ्चित् वर्गे न आसम् इति कृत्वा किञ्चित् कष्टम् अनुभवामि अहं. तद् भगिन्याः यत् चिन्तनरीति भिन्नं भवति खलु इति द्रष्टव्यं, मया समयः नासीत् मम. महोदय अत्र दत्तम् अस्ति नपुंसकलिङ्गे स्त्रीलिङ्गे अपि पुल्लिङ्गे, अहं सुलभम् अस्ति किम्. अस्तु, अग्रिमसप्ताहे मया अस्माभिः अपि क्रियते, तद्दृष्ट्वा वयं कुर्मः. तर्हि भगिन्याः करपत्रं दृष्ट्वा साधु, तर्हि विरमामि. धन्यवादः, धन्यवादः, धन्यवादः, भ्रातृः.